अस्तु, पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्। अद्य तु रविवासरः, सेशन् 2 इत्यस्य पाठम् अनुवर्तते। इदानीं पूर्वस्मिन् वर्गे वयं पाणिनीयसूत्रं कथं पठनीयम् इति पाठस्य प्रारम्भं कृतवन्तः। सर्वेषां पुरतः करपत्रम् अस्ति किम्? पाणिनीयसूत्रं पाणिनीयसूत्रं कथं पठनीयम् इति धन्यवादः। जगन्नाथमहोदय, भवान् प्रारम्भं कर्तुम् इच्छति वा? जगन्नाथमहोदय अस्ति वा? अस्तु, अन्यः अस्तु, भानुचैतन्यमहोदय, भवान् प्रारम्भं करोतु। किं पठनीयं महोदय? अत्र प्रारम्भतः यण् सन्धिं बहवः जानन्ति इति ततः यण् सन्धिं तत्र एककरपत्रं द्वितीयकरपत्रं किं तत् महोदय? पाणिनीयं सूत्रं कथं पठनीयम् इति द्वितीयं करपत्रं कथं पठनीयम्? आम् आम् आहा हा हा अहं प्रथममहेश्वरसूत्राणि पश्यामि अतः तदधीतवन्तः। यन् सन्धिं बहवः जानन्ति यथा यदि योगः अपि इ अय इ य परिणमति परिणामः यद्यपि इति अत्र इकारस्य स्थाने यकारः आदेशः भवति। इकारस्य स्थाने यकारः इति व्याकरणलोके एकं कार्यम् इति उच्यते। व्याकरणे कार्याणि एतादृशानि भवन्ति। आदेशः, पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः, उदाहरणार्थे यदि योगः अपि इ य परिणमति यद्यपि। आगमः, वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः, कथं योगः आगच्छति न आगमः अथवा पठन्नागच्छति। लोपः, वर्णस्य अदर्शनं, बालकः योगः इच्छति, विसर्गस्य लोपः, बालकः इच्छति। इदानीं अत्र किं पठितं भवता? यन् सन्धिं बहवः जानन्ति इति लिख तत्र उदाहरणार्थम् अत्र दीयन्ते यदि योगः अपि यदि यद् इ योगः इ अत्र अक्षरः अकारः इ तत्र यकारः भवति अतः यदि योगः अपि यद्यपि इति भवति। अत्र इकारस्य स्थाने यकारः आदेशः भवति इति आदेशः इकारस्य स्थाने यकारः इति व्याकरणलोके एकं तत् कार्यम् इति उच्यते। व्याकरणे कार्याणि एतादृशानि भवन्ति। किं किं कार्यम् अस्ति इति उच्यते आदेशः, आगमः, लोपः। आदेशः किम् इत्युक्ते पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य अन्यवर्णम् आगच्छति इति। यदि योगः अपि यदि य योगः द योगः इ योगः अकारः इ अ योगः तु यकारः भवति अतः इ यकारः भवति न तद् यद्भवति तत् कार्यम् आदेशः इति नाम. अतः यदि योगः अपि यद्यत् इति भवति. अन्यः कार्यम् आगमः वर्णात् पूर्वं परं वा. पूर्वम् अपि उदयः सम्भवति, परम् अपि आगन्तुं शक्यते. अतः उदाहरणम् एकं तत्र दीयते, पठन् योगः आगच्छति. पूर्वं नकारः तत्र अस्ति. आगमः इति अन्यः वर्णः उदयः, तत्र अन्यः वर्णः अस्ति नकारः. अथवा पठन् योगः न योगः आगच्छति. अतः तत्र पठन् आगच्छति, नूतनः नकारः एकम् आगच्छति तत्र. अतः एतत् कार्यं नाम आगमः. लोपः अन्यं कार्यम् एकं, तत् वर्णस्य अदर्शनमेव, वर्णः लोपः भवति. उदाहरणार्थं बालकः विसर्गः, अन्तः विसर्गः अस्ति, योगः इच्छति, विसर्गः योगः इ, तत्र विसर्गं लोपं भवति. अतः बालक इच्छति, विसर्गं लोपः. कार्यं किं किम् इत्युक्ते आदेशः आगमः लोपः, अथवा त्रीणि कार्याणि सन्ति. बहु उत्तमं महोदय, धन्यवादः. अत्र स्पष्टं स्यात् इत्युक्ते व्याकरणे यदि यदि वयं कार्यम् इति वदामः, तदेकम् एकैकं सूत्रं पाणिनीयसूत्रं तु एकं कार्यमस्ति. तत्र उदाहरणेन यण् सन्धिः उच्यते, यदि युगः अपि तत्र अन्तिम इकारस्य स्थाने यकारः आगच्छति. यदि इति पदे अन्तिम इकारस्य स्थाने यकारः आगच्छति, तद् किमपि कार्यमस्ति. तस्य विवरणं पठिष्यामः वयं. तत्र तस्मिन् कार्ये यकारः आदेशः इति आगच्छति. आदेशः इत्युक्ते आदेशः शत्रुवत् भवति. शत्रुवत् इत्युक्ते यस्मिन् स्थाने इकारः स्थाने इति उच्यते, स्थाने स्थानिनः स्थाने, यत्र स्थाने गच्छति यकारः आगच्छति. शत्रुः किं करोति, अस्मान् हन्ति, अपि च तस्य स्थानं स्वीकरो अस्माकं स्थानं स्वीकरोति. तथा भवति यकारः, यकारः शत्रुवत् आदेशः. इदानीम् अनन्तरम् अन्यं कार्यमस्ति आगमः इति. तत्र नकारः आगच्छति कस्मिन् स्थाने इत्युक्ते नूतनस्थाने आगच्छति. पठन् अस्ति, पठन् इति पदमस्ति, तत्र तस्य नकारस्य अन्ते नूतनः नकारः आगच्छति, पठन् आगच्छति इति फलितपदं भविष्यति. अनन्तरं लोपः इति, लोपः इत्युक्ते आदर्शनमेव, नूतनः कोऽपि न आगच्छति, एकः वर्णः लुप्यते इति. स्पष्टम्? अत्र प्रश्नानि सन्ति चेत् कृपया पृच्छन्तु, प्रश्नाः सन्ति चेत्. एकः समाचारम् इच्छति, अहम् इच्छामि. तत्र पठन् आगच्छति, किं सूत्रं भवान्? अनन्तरं पठामः वयम्, इदानीं सूत्रस्य विषये मास्तु, अनन्तरं पठामः सन्धिकार्यविषये. एतत् सर्वम् आगच्छति. अस्तु, नूतनः के के? राघवेन्द्रमहोदय. अहं राघवेन्द्रः अस्मि. स्वागतम्. अपि च 561722 कः? अहं जगन्नाथमहोदय. तत्रापि भव्या नासीत्, अत्रैव आगतवान् पुनः. अपि अस्तु, अत्र जगन्नाथमहोदय भवान् पठति किं कस्यचित् अपि इति? कस्यचित् अपि कार्यस्य निर्देशार्थं विधानार्थं सूत्रं भवति यण्सन्धिः एकं कार्यम्। अतः तस्य विधानार्थं सूत्रमस्ति। सूत्रस्य व्याख्यां प्रायः अधुना अवगन्तुं न शक्नुमः, किन्तु कथं दृश्यते इति एकवारं पश्येम। यण्सन्धेः विधिसूत्रम् इदम्। इको यणचि, इकः स्थाने यण् आदेशः भवति अचि परे संहितायां विषये। इकः यण् सात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्। इकः षष्ठ्यान्तं यण् प्रथमान्तम् अचि सप्तम्यान्तं त्रिपदम् इदं सूत्रम्। संहितायाम् इत्यस्य अधिकारः अनुवृत्तिः सहितसूत्रम् इकः यण् अचि संहितायाम् इति। किं पठितम् अस्तु कस्यचित् अपि कार्यस्य निर्देशार्थं विधानार्थं सूत्रं भवति। अस्तु यद्यद् कार्यं भवति यथा यण्सन्धिविषये आदेशः अथवा अन्यस्मिन् सन्धि विषये अन्यस्यां सन्धिविषये आगम वा लोप वा प्रकृतिभावो वा किं कार्यं भवितव्यं कथं भवितव्यम् एतत् सर्वं सूत्राणि विधीयन्ते। ते अत्र एक इको यणचि इति एकं सूत्रस्य सूत्रं लिखित्वा तस्य अर्थः अपि तस्मात् परं लिखितमस्ति। अस्तु, धन्यवादः। तर्हि अत्र यण् सन्धिविषये सूत्रमेकं पाणिनिना रचितं, तत्र अस्ति इको यणचि इति। तत्र इकः यण् अचि इति त्रिपदं सूत्रम् एतत्। तत्र इकः इति इकः इति इक् इति प्रत्याहारे के के वर्णाः विजया भगिनी माहेश्वरसूत्रेषु? इक् इक् इति प्रत्याहारे के के वर्णाः सन्ति? एतदेव इति वर्णचतुष्टयम् अस्ति तत्र। चत्वारः वर्णाः अस्तु। यण् इत्यस्मिन् यण् मध्ये या आगच्छति यण् इति प्रत्याहारे के के वर्णाः? एतदेव अहं वदामि इति या वा यण् मध्ये वा र ल एतत् अस्ति, एतत् सन्ति तत्र। हा, क्षम्यतां, धन्यवादः। या वा र ल इति अत्र पाणिनिः किम् उक्तवान्? इ स्थाने यकारः आगच्छति, उ स्थाने वकारः आगच्छति, ऋ स्थाने रेपः आगच्छति, ळ स्थाने लकारः आगच्छति इति वक्तव्यं तेन। सूत्रस्य लघुत्वम् अपेक्षितं, तदर्थम् इक् इति सूचयति इ उ ऋ ल इति एतेषां वर्णानाम् इक् इति सूचयति यण् इति तत् यावराल इत्यस्य यण् इति स्वीकरोति. इदानीम् इकः इति वदति. इकः इति इक् इति प्रत्याहारः अस्ति. तद् इक् शब्दः ककारान्तशब्दः इति चिन्तयतु. इदानीं मरुत् इत्यस्य षष्टिविभक्तिः कः? षष्टि एकवचनं का? षष्टि एक मरुत् इति मरुतः इति भवति. तथा इक् इति शब्दस्य षष्टिविभक्ति एकवचनं भवति इकः इति. तत्र षष्टि तदर्थं तत्र उक्तम् इकः षष्ट्यन्तम् इति. अपि च यण् इति नकारान्तप्रातिपदिकम् इति प्रथमा एकवचनं प्रथमान्तम् इति अस्ति. अच् इति प्रत्याहारे के के वर्णाः सन्ति? अच् सर्वेश्वराः सन्ति तत्र. सर्वे स्वराः सप्तमी एकवचनं. तर्हि एतद् इको यणाचि इति यण् सन्धिम् यण् सन्धिं सूचयितुं पाणिनिः सूत्रे विभक्तीनां प्रयोगः करोति. विभक्तीनां प्रयोगं करोति. एतदेव अत्र अस्माभिः ज्ञेयम्. इदानीं भवती एव पठतु भगिनि, विजया भगिनि, उपरितने सूत्रे. इतः यन् अचि एतत् संहितायां समूहः अस्ति तत्र. न न न उपरितने सूत्रे इक् इति किं वदामः जि? तत्र पठतु भगिनि कृपया उपरितने सूत्रे इति आरभ्य. इकः यणसि एतत् इको यणसि इति सूत्रं यथा न न न तत्पूर्वं तत्पूर्वम् उपरितने सूत्रे इति अस्ति खलु. उपरितने सूत्रे इक् यन् अच् इति त्रयः प्रत्याहाराः सन्ति. प्रत्याहारः नाम वर्णानां समूहः संहितायाम्. इतोपि वयं कर्तुं शक्नुमः वदितुं शक्नुमः संहितायाम् इत्युक्ते समूहार्थं येषु त्रिषु प्रत्याहारेषु के के वर्णाः अन्तर्भूताः इति ज्ञातुम् अत्र पश्यतु. येषु त्रिषु प्रत्याहारेषु पूर्वमेव वयं दृष्टवन्तः इकः मध्ये किं किं वर्णाः आगच्छन्ति, यन् मध्ये किं किं वर्णाः आगच्छन्ति, अस् मध्ये स्वराः तत्र आगच्छन्ति. एतत् सर्वं त्रयः प्रत्याहारः तत्र सन्ति इति ज्ञातुम् अत्र अत्र वयं पश्यन्नस्ति. तदपि पठतु कृपया. पठतु. इको यणसि इति सूत्रं यथा तथा पाणिनेः अष्टाध्यायी इति ग्रन्थे बहूनि सूत्राणि सन्ति. वयं पूर्वमेव जानीमः अष्टाध्यायी मध्ये चत्वारः सहस्राणि सूत्राणि सन्ति इति. तानि सूत्राणि कार्यं निर्दिशन्ति हैलि कोडिफैड् लाङ्ग्वेज् इत्यस्य माध्यमेन. कोडिफैड् किमर्थम् इति चेत् येन प्रत्येकं सूत्रं लघु स्यात् अपि च येन ग्रन्थ आहत्य सूत्राणां सङ्ख्या न्यूनातिन्यूनं स्यात्. एतत् सूत्रं लघु लघु इत्युक्ते द्विशब्दाः त्रयशब्दाः. एतत् लघु तत्र अस्ति प्रत्येकं सूत्रं लघु तत्र अस्ति. अपि च येन ग्रन्थे आहत्य आहत्य इत्युक्ते कम्प्लीट्लि हौ मच् कम्स् लैक् दट् ग्रन्थे आहत्य सूत्राणां तत्र वयं पूर्वमेव जानीमः चतुर्वा चत्वारः सहस्राणि सङ्ख्या तत्र न्यूनानि न्यूनं स्यात् तर्हि संक्षेपार्थे इत्युक्ते आहत्य निर्मितं पाणिना कोड् इत्यस्य माध्यं किं यथा स्थानं तथा आदेशः भवति आगमः भवति एतत् सर्वं माध्यं किं तत्र आगच्छन्ति विभक्तिः अपि आगच्छन्ति एकवचनं बहुवचनम् उत्तमपुरुषः सर्वं तत्र आगच्छन्ति इयं विभक्तिपद्धतिः का इति अग्रे पश्येम पद्धतिः इत्युक्ते वलिः आवलिः आवलिः किमर्थम् आगच्छति चेत् अग्रे पश्येम इति तत्र लिखितवन्तः धन्यवादः धन्यवादः अत्र इत्युक्ते का पाणिनिः किमपि इको एनर्जि ईक् स्थाने ते तेषां वर्णानां स्थाने एते वर्णाः आगच्छतु इति कथं सः सूचयति इत्युक्ते किमपि कोड् कोडिफैड् लेङ्ग्वेज् करोति तत् कोड् एव विभक्तिः भवति इदानीं षष्टिविभक्तिः प्रयुक्तवान् बुद्धौ स्थापनार्थम् एतत् लघु अस्ति चेत् बुद्धौ शीघ्रमेव स्थापनार्थम् एतत् कार्यं तत्र कृतवन्तः सूत्रस्य लक्षणमपि वयं ज्ञातुं शक्नुमः किमर्थं चेत् तत्र अल्पाक्षरम् एव अस्ति तत्र अल्पाक्षरमेव सन्ति अतः वयं सुलभेन मनसि स्थापितुं शक्नुमः बहु समीचीनं धन्यवादः भगिनी तत्र यथा सा उक्तवती लघुत्वम् अपेक्षितं लघुत्वम् इत्युक्ते बहु न्यूनं भवेत् यतोहि सूत्रम् इत्यस्य लक्षणमेव अल्पाक्षरं भवति अक्षराणां बहु इदानीं कथा इव न लिखति परन्तु बहु लघुवाक्यानि लिखति पाणिनिः तथा तस्मिन् विभक्तिः इति किमपि कोडिफिकेशन् सः प्रयोगं करोति इदानीं सुमन् भगिनी भवती पठति वा महोदय एकनिमिषम् एकः संशयमस्ति संहितायाम् इति उपरि अलिखत् वा संहितायाम् इत्यस्य अधिकारः आमां संहितायाम् इत्युक्ते किम् एकवारं पुनर्वदतु अत्र संहितायाम् इत्युक्ते अहम् इदानीं स्थूलतया वदामि अन्ततो गत्वा वयं स्पष्टतां कुर्मः संहिता इत्युक्ते निकटम् इति अर्थः यदि वर्णः इदानीं यदि अपि इति अस्ति खलु तत्र इकारः अपि च अकारः इति निकटे सन्ति एकैकस्य कनेक्षन् अस्ति खलु तस्य पार्श्वे संहितायां संहिते सन्ति इति सन्निहिते सन्ति तदर्थं तद् संहितायाम् इति कश्चन अधिकारः अस्ति पाणिनि अष्टाध्याय्यां तत्र तस्मिन् अधिकारे ये वर्णाः यदा यदि वर्णाः संहितायाम् अस्ति तर्हि एतत् कार्यं करोतु इति अर्थः इदानीम् इको एनर्जि इत्यस्य अकारः अपि च इकारः तदनन्तरम् अकारः झटिति स्यात् साक्षात् अनन्तरम् इत्युक्ते इकारः तदनन्तरं पञ्चवर्णानाम् अनन्तरम् अकारः अस्ति चेत् इको एनर्जि इति कार्यं सन्धिकार्यं न भवति एव खलु कदा सन्धि भवति संहितायाम् एव सन्धिः भवति इति संहितायाम् इत्युक्ते सन्निहितम् इति लघु सन्निहितम् आम् आं सत्यं तदा सन्धिकार्यं भवति इत्येव अस्तु सुमन् भगिनी भवती पठति किम् अस्तु नास्ति अपि च इदानीं भानुचेतने महोदय भवानेव पठतु एकक्षणं राघवेन्द्रमहोदय भवान् अस्ति खलु आम् अस्मि, भवान् पठतु. पाणिनेः प्रमुखलक्ष्यम् अस्ति पदव्युत्पत्तिः. पदानि कथं निष्पन्नानि इति प्रदर्शनं सूत्राणि विरचितानि. अतः आधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति. अमुकवर्णस्य स्थाने अन्यवर्णः, अमुकवर्णः लुप्तः, अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति. येषां कार्याणां सङ्केतार्थं विभक्त्याः प्रयुक्ताः सन्ति. तदर्थं लोकस्य अपेक्षया सूत्रेषु विभक्तीनाम् अर्थाः किञ्चित् भिन्नाः सन्ति. पाणिनीयसूत्रेषु विभक्ति अर्थाः के इति अधः सूचिताः. षष्टिविभक्तिः स्थाने प्रथमा विभक्तिः आदेशः, आगमः, नामकरणम्. सप्तमीविभक्तिः पूर्वकार्यम्. पञ्चमीविभक्तिः परकार्यम्. तृतीया विभक्तिः संयोजनम्. किं पठितं भवतः? पाणिनेः पदव्युत्पत्ति एव मुख्य उद्देशः अस्ति. सूत्राणि पदानि पदानि कथं निष्पन्नानि एतत् सूत्राणि सूत्रेषु अवगतं भवति. आधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति. एतत् अत्र किमस्ति? अतः आधिक्येन सूत्रेषु विशिष्टकर्माणि विहितानि भवन्ति इत्युक्ते इदानीं अधिकाधिकं विशिष्टकर्माणि विहितानि भवन्ति इत्युक्ते किम् ईक्वाणाचि इति किमपि सूत्रम् आगत्य पदस्य निर्माणस्य कृते सूत्रे एव कार्याणि विशिष्टानि विशिष्टकार्याणि सूत्रे एव वदति. इदानीम् ईक्वाणाचि यण् सन्धिः कथं करणीयम् इत्युक्ते इक् स्थाने यण् आदेशः इति सूत्रे एव सः सूचयति. इत्युक्ते तत्रैव अस्ति खलु, अमुकवर्णस्य स्थाने अन्यवर्णः, अस्मिन् अमुकवर्णः इत्युक्ते यः वर्णः इदानीम् अस्माकं काण्टेक्स्ट् अस्ति तदेव. अमुकवर्णस्य स्थाने अन्यवर्णः, अमुकवर्णस्य लुप्तः, किमपि वयं इदानीं कश्चित् वर्णः अस्ति तद् सः वर्णः लुप्तः भवति, अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति. इदानीं नूतनं वर्णः आगतः इति कार्याणि भवन्ति. तथा सूत्रेषु एव सः एतानि कार्याणि सूचयति इति अर्थः. भिन्नभिन्नविभक्ति उपयुज्य ये कार्याणां कार्य भिन्न कार्य कार्याणाम् अवगतं भवति. अस्तु, तर्हि सूत्रे विभक्तिः उपयुज्य भिन्नभिन्न कार्याणां निर्देशं भवति. यतोहि षष्टिविभक्तिः इति स्थाने, तत्र इकः इति अस्ति षष्टिविभक्तिः, इक् स्थाने इति अवगन्तव्यम्. अपि च प्रथमाविभक्तिः कः, आदेशः वा, आगमः वा, नामकरणं वा, किमपि भवेत् तद् प्रथमाविभक्त्यां भवति. यतोहि इक् स्थाने यण् आदेशः आगच्छति इत्युक्ते तत् यण् इति प्रथमाविभक्त्यां भवति सर्वदा. अपि च सप्तमी विभक्तिः पूर्वकार्यं सूचयति. अत्र अचि इति अस्ति, इक् वर्णः अस्ति, तदनन्तरं स्वरवर्णः स्यात् खलु, स्युः स्वरवर्णाः स्युः. इदानीम् इको इक् इ योगः अच् अकारः, इक् इकारः योगः अकारः अस्ति, यद्यपि इत्यस्मिन् इ योगः अ अस्ति, तत्रैव सन्धिकार्यमस्ति. इदानीम् अकारः तु स्वरवर्णः अस्ति, तदर्थम् अच् इति उपयुज्य सप्तमी निर्देशं कृतवान्, अचि इति सप्तमी. तर्हि अचि इत्यस्मिन् पूर्वमेव कार्यं भवति. कुत्र कार्यमस्ति? इ स्थाने यकारः, तदा अकारस्य पूर्वकार्यं भवति. तत् अवगतं वा? एतत् अवगतं. सप्तमीविभक्तिः इत्युक्ते किम् इत्युक्ते अकारस्य पूर्वं कार्यं भवति, तदर्थं पूर्वकार्यम् इति उच्यते. पञ्चमीविभक्तिः अपि प्रयोगं करोति, अनन्तरं पश्येम वयम्. इत्युक्ते परकार्यम् अस्ति. यः सप्तविभक्त्याम् अस्ति तस्य अनन्तरमेव कार्यं भवति सर्वदा. अपि च तृतीया विभक्तिः इति संयोजनविषये. संयोजनम् इत्युक्ते तृतीया विभक्तिः इत्युक्ते पूर्वमपि भवतु अनन्तरमपि भवतु, परन्तु संयोगे भवतु. संयोगः इत्युक्ते संहितायां भवतु, निकटे भवतु इति अर्थः. अस्तु, अत्र प्रश्नाः सन्ति चेत् कृपया पृच्छन्तु. इदानीम् आन् भगिनी भवती पठति वा अथवा केवलं शृणोति? मम प्रश्नः अस्ति. अहं क्षम्यताम्, नष्ट अभवत्, किञ्चित् नावगच्छामि. What is the classification we talk about? Aham avagachami adeshaha gamaha lopaha tadanantaram ikyan samhitayam kim itat navagachami? Ato ik itukte ik iti pratyaharaha sa asti, pratyaharaha janati ik maheshu steshu, ik varnaha keke, ik iti. Ik nimeshu, ik, i, u, r, r. इ उ ऋ ल इति. तेषां स्थाने इदानीं यद्यपि इति अस्ति, यदि योगः अपि. तत्र इ यदि इत्यस्मिन् इकारः अस्ति खलु, तस्मिन् स्थाने यकारः आगच्छति, यद्यपि इति. यदि अपि यद् यपि इति आगच्छति, तत्र यकारः आगच्छति. सः यकारः कथम् आगच्छति इति प्रश्नः. इक् स्थाने यण् इति कः वर्णः? यण् या वा रा ल. इदानीं इक् स्थाने यण् इति आगच्छति इति उक्तं. तत्र इ इत्यस्मिन् चत्वारः वर्णाः सन्ति, इ उ ऋ ल इति. यण् मध्ये अपि चत्वारः वर्णाः, य व र ल. इदानीम् एकैकस्य स्थाने एकैकम् आगच्छति. इ स्थाने य, उ स्थाने व, ऋ स्थाने र, ळ स्थाने ल इति आगच्छति. तस्य निर्देशार्थं कथम् एतद् वदति पाणिनिः सूत्रे इत्युक्ते, इकः यण् अचि इति लिखति. इकः यण् अचि इति. इक् इकः इति इक् इति पदस्य इति शब्दस्य षष्टि विभक्तिः इकः इति. यदा मरुत् इत्यस्य मरुतः, भवत् इत्यस्य भवतः इति, तथा इक् इत्यस्य इकः इति षष्टि विभक्तिः, यण् इति प्रथमा विभक्तिः. अचि इति सप्तमी विभक्तिः, अच् इत्यस्य अचि इति. यतोहि अच् इत्युक्ते किं प्रत्याहारः भवति वदतु, प्रत्याहारे माहेश्वरसूत्रेषु अच् इति प्रत्याहारः एके वर्णः सर्वे स्वराः सर्वे स्वराः यदि सर्वे स्वराः सप्तमीविभक्त्याम् अस्ति इत्युक्ते स्वराः अनन्तरम् अस्ति चेत् इ उ ऋ ल तदनन्तरं संहितायाम् इत्युक्ते संहितायाम् इत्युक्ते निकटे पार्श्वे इति अर्थः सन्धि साक्षात् अनन्तरम् इति अर्थः इ उ ऋ ल इत्यस्य अनन्तरं किमपि अच् वर्णः इत्युक्ते किमपि स्वरः अस्ति चेत् यण् आदेशः भवति इति अर्थः इत्युक्ते इ उ ऋ ल एतस्य अनन्तरं किमपि स्वरः अस्ति चेत् अत्र स्वरः अस्ति वा अपि इति स्वरः अस्ति अकारः अस्ति इकारस्य अनन्तरम् अकारः अस्ति इदानीम् इको यणचि इति सूत्रं किं वदति इ स्थाने यकारः आदेशः भवतु इ स्थाने य इति इदानीं यद्यपि इति भवति बुद्धम् इक्स्थने यान् भविष्यति इफ् अच् अस्ति अच् इति अनन्तरं भवतु अच् इति कम्स् आफ्टर् वर्ड्स् इति अर्थः अच् कुत्र अस्ति बिफोर् इक् न न इक् अनन्तरम् इक् इत्यस्य अनन्तरम् अति तत्र यद्यपि यकारः अपि यद्यपि इति भवति इकारस्थाने यकारः इ इति य इति भवति तर्हि यद् यद् योगः यकारः योगः अपि यद्यपि इति भवति आम् आम् आम् अच्छिन्द द्वितीयपदे भवति इदानीम् अवगतं तदेव तदर्थमेव सप्तमीविभक्तिः पूर्वकार्यम् इति उक्तं पूर्वकार्यम् इत्युक्ते द्वितीयपदस्य पूर्वं भवति अच् इति अकारः द्वितीयपदे अस्ति तदर्थं तस्य पूर्वकार्यम् अस्ति सप्तमीविभक्तिः तदर्थं तस्य पूर्वकार्यमेव इक् स्थाने यण् भवति अस्तु अवगतं किम् अन्यः प्रश्नः इतोपि तदनन्तरम् इदानीं महोदय पठितवान् षष्ठीविभक्तिः स्थाने प्रथमविभक्तिः आदेशः आगमः अस्तु तद्विषये वदामि इदानीं षष्ठीविभक्तिः स्थाने इति अर्थे भवति यदा पाणिनिः षष्टिविभक्तिः प्रयोगं करोति षष्टिविभक्त्याः प्रयोगं तदा स्थाने इति अवगन्तव्यम् इदानीम् इकः इति अस्ति इकः षष्टिविभक्तिः अस्ति तर्हि इक् स्थाने इति पठितव्यम् इक् स्थाने वदतु आम् आं सत्यं सान् पाणिनीयसूत्रं कथं पठनीयम् इति अत्र दत्तमस्ति इकः इत्युक्ते इक् स्थाने इति पठितं स्थाने इति अर्थः अपि च प्रथमाविभक्तिः किं प्रथमाविभक्तिः अत्र इको यणाचि इत्यस्मिन् कः प्रथमाविभक्त्याम् अस्ति अस्तु आदेशः परन्तु कस्य पदस्य प्रथमाविभक्तिः अस्ति यण् इति यण् यण् इति तत्र प्रथमाविभक्त्यां किम् अस्ति सः एव आदेशः इति अवगन्तव्यम् अस्तु अत्र इकः इक् स्थाने किं भवति यण् आदेशः भवति इति अर्थः अस्तु तर्हि सप्तमीविभक्तिः पूर्वकार्यम् इति अस्ति. अच् इति सप्तमीविभक्त्याम् अस्ति, अचि इति तस्य पूर्वस्य कार्यं भवति, तत् पूर्वं. द्वितीयवर्ण द्वितीयपदम् अस्ति अपि इति, तस्मिन् तस्य पूर्वमेव कार्यं भवति. यदि तत्र इकारस्थाने यकारः इति अवगन्तव्यम्. इदानीं बुद्धं? अस्तु, परन्तु प्रश्नः सन्ति चेत् कृपया पृच्छतु, कृपया. अस्तु, पूर्वकार्यं पराकार्यं? पूर्वकार्यम् इत्युक्ते पूर्व तस्य पूर्वमेव कार्यं भवति. पूर्वम् इत्युक्ते बिफोर् इति अर्थः. तत्र सप्तमीविभक्त्यां किम् अस्ति? अच् अचि इति अस्ति. अच् वर्णः कः अत्र? यद्यपि इत्यस्मिन् अच् वर्णः कः? आ इत्यस्य पूर्वं किम् अस्ति? पूर्वमेव कार्यं भवति. कार्यम् इत्युक्ते इकारस्थाने यकारः आदेशः, तस्य पूर्वं कार्यं भवति. अपि अकारस्य अपि इत्यस्मिन् अकारस्य पूर्वं कार्यं भवति. पूर्वं बिफोर् परम् आफ्टर्? आम्, पूर्वम् इत्युक्ते बिफोर्. बिफोर् अचि इत्यस्य पूर्वमेव कार्यं भवति खलु अत्र. कार्यमस्ति बिफोर् आ. बिफोर् आपरेशन्, आपरेशन् इस् डन् बिफोर् आ. तदर्थं तत्र सप्तमीविभक्तिः सूचितः सूचिता अस्ति. परकार्यं नाट् अत्र इदानीं पूर्वं वयं न दृष्टवन्तः, चिन्ता नास्ति, अग्रे सरेम. अत्र परकार्यम् इति पूर्वं पञ्चमी विभक्त्यां किमपि नास्ति खलु, तत्र यण् इको यणचि इत्यस्मिन् षष्टि अस्ति, प्रथमा अस्ति, सप्तमी अस्ति, पञ्चमी नास्ति. तदर्थम् अग्रे पश्येम. तदनन्तरं तृतीया विभक्तिः अपि अग्रे पश्येम. परन्तु एतद् अवगतं वा? उत्तमं. तर्हि इदानीं भवती पठति वा? अस्तु, पठामि. पठतु. षष्ठीविभाक्तिः स्थाने सूत्रे यस्य वर्णस्य प्रत्याहारस्य षष्ठीविभाक्तिः भवति सः स्थाने भवति. इत्युक्तौ तस्य स्थाने अन्यः वर्णः आयाति. कः वर्णः आयाति तस्य स्थाने? तस्मिन् एव सूत्रे यः वर्णः प्रत्याहारः प्रथमविभाक्त्यान्तः सः. उदाहरणार्थम् इको याचि, इकः स्थाने यन् आदेशः भवति. इकः षष्ट्यन्तं यन् प्रथमन्तम्. इकः यन् अचि संहितयम्. अत्र अवगतं वा? किम् अवगच्छति? What you explained me, it is here. इकः षष्ठीविभक्ति अस्ति. वयं चिन्तयामः स्थाने षष्ठीविभक्त्यां कः पदः पदम् अस्ति, किं पदमस्ति, तद् स्थानी इति वक्तव्यं. स्थानी, तस्य स्थाने आदेशः आगच्छति. अपि च किमस्ति प्रथमविभक्त्यां? प्रथमविभक्त्यां यन् अस्ति आदेशः. सः आदेशः. उत्तमं, धन्यवादः भगिनि. अस्तु, अपि च कः इदानीं? भानुचैतन्यमहोदय, भवान् पठति वा प्रथमविभक्तिः? प्रथमाविभक्तिः आदेशः आगमः नामकरणम्। सूत्रे यस्य वर्णस्य प्रथमा विभक्तिः भवति सः आयाति षष्ठीविभक्त्यन्त्यस्य वर्णस्य स्थाने। तत्र प्रथमाविभक्त्यन्त्यस्य वर्णस्य नाम आदेशः। सूत्रे तादृशः षष्ठीविभक्त्यन्तः वर्णौ नास्ति चेत् तर्हि सः प्रथमाविभक्त्यन्तः वर्णः आयाति, किन्तु अपरस्य वर्णस्य स्थाने इति न, अतः तस्य नाम आगमः। अन्यत्र प्रथमाविभक्तिः नामकरणस्य सूचिका। आदेशः प्रथमाविभक्तिः, आदेशः सूचितुं शक्यते, अतः अथवा आगमः अथवा नामकरणम्, एतानि त्रीणि सूचितुं शक्यते। प्रथमाविभक्तिः अस्ति सूत्रे माहेश्वर, तत् सूत्रे यस्य वर्णस्य प्रथमाविभक्तिः भवति, उदाहरणार्थम् इको यानाचि यन्, यन् इति प्रथमाविभक्तिः भवति, सः आयाति षष्ठीविभक्त्यन्त्यस्य वर्णस्य स्थाने। षष्ठीविभक्ति यत् वर्णः अस्ति तत् स्थाने प्रथमाविभक्तिः यद् वर्णः अस्ति तद् आयाति, आगमिष्यति इति। अत्र प्रथमाविभक्त्यन्तस्य वर्णस्य नाम आदेशः। एतत् किम्? प्रथमाविभक्ति कमपि वर्णस्य एव सः प्रथमाविभक्त्यन्तं करोति खलु, यन् इति वर्णः, वर्णसमूहः, तस्य वर्णसमूहस्य प्रथमाविभक्तिः करोति, सः एव आदेशः इति वदति। ओहो, अवगतम्? सूत्रे अवगतम्। सूत्रे तादृशः षष्ठीविभक्त्यन्तः वर्णः नास्ति चेत् तर्हि सः प्रथमाविभक्त्यन्तः वर्णः आयाति। ओहो, सूत्रे षष्ठीविभक्तिः अन्तः वर्णः नास्ति, तर्हि किं भवति? प्रथमाविभक्त्यन्तः वर्णः यदस्ति तद् आगमिष्यति, किन्तु षष्ठीस्थाने नास्ति। वयम् उक्तवन्तः आदेशः स्थानिनः स्थाने आगच्छति, कस्यचित् स्थाने आगच्छति, यदि षष्ठीविभक्त्यन्तः परमेव नास्ति किं भवति? तदा आदेशरूपेण आगच्छति, आगमरूपेण आगच्छति, क्षम्यताम्, आगमरूपेण आगच्छति इति उक्तं तत्र। अत्र चिन्ता नास्ति, इदा स्पष्टं नास्ति, अग्रे स्पष्टीकरोति। अस्तु, तदनन्तरं अन्यत्र नाम वदतु महोदय, कृपया। अन्यत्र प्रथमाविभक्तिः नामकरणस्य सूचिका, अन्यत्र एतद्द्वयम् अपि नास्ति किल, तत्र प्रथमाविभक्तिः नामकरणस्य सूचिका इति अस्ति। तत्र अधः किञ्चित् उदाहरणानि अपि दत्तं, भवानेव पठतु आदेशस्य, आगमस्य, अपि च नामकरणस्य उदाहरणानि। आदेशः इको यनचि, इकः स्थाने यन् आदेशः भवति, इकः षष्ट्यन्तं, यन् प्रथमान्तम्, इकः यन् अचि संहितायां। तत्र पूर्वमेव यद् अत्र उक्तं यन् इति आदेशः, इदानीम् आगमस्य विषये पठतु कृपया। आगमः लुङ् लङ् लुङ् क् श्वाडुङ् श्वाडुदात्तः श्वाडुदात्तः लुङ् लङ् लृङ् च परे चेत् धातुरूपि अङ्गस्य अट् आगमः भवति. लुङ् लङ् लृङ् क्ष सप्तम्यन्तम् अट् प्रथम्यान्तम् उदात्तः प्रथमान्तम् अङ्गस्य अट् उदात्तः लुङ् लङ् लृङ् क्षु. उदाहरणार्थम् अ योगः पठ योगः त अपठत्. अत्र किमस्ति अत्र लुङ् लङ् लृङ् क्षु इति सप्तम्यन्तं सप्तमी बहुवचनरूपम् इति नकारान्तपदस्य बहुवचनरूपमस्ति तत्र लुङ् लङ् लृङ् क्षु इति सप्तमी बहुवचनम् अपि च अट् इति प्रथमान्तमस्ति अङ्गस्य इदानीम् अनुवृत्तिसहितसूत्रम् अन्ते स्थूलाक्षरैः सन्ति खलु तदेव अहं पठामि अङ्गस्य अट् उदात्तः लुङ् लङ् लृङ् क्षु इति तत्र अङ्गस्य इति षष्ठीविभक्तिः अट् उदात्तः इति प्रथमा विभक्तिः अपि च लङ् लुङ् लृङ् क्षु लुङ् लङ् लृङ् क्षु इति सप्तम्यन्तम्. अत्र प्रथमाविभक्त्यां के के पद कानि कानि पदानि सन्ति इत्येव द्रष्टव्यम् अत्र अट् उदात्तः इति. तर्हि अङ्गस्य इति षष्ठी विभक्तिः अस्ति अङ्गस्य अट् आगमः भवति इति अर्थः तत्र. अत्र आदेशः वा आगमः वा कथं जानीमः इति सर्वं प्रश्नानि सर्वाणि प्रश्न सर्वे प्रश्नाः आगन्तुं शक्नोति परन्तु अत्र अट् इति आगमः अत्र अग्रे वयं स्पष्टतया ज्ञास्यामः परन्तु अत्र अट् इति आगमः अस्ति इत्येव वार्ता. तदर्थम् आ इति पट् इत्यस्य पूर्वमेव आगच्छति. अत्र सूत्रे भवान् अट् कुत्र अस्ति? अस्तु अत्र लङ् लुङ् लुङ् लङ् लङ् षु अडुदात्तः इति अस्ति खलु तत्र सन्धिकार्यमस्ति तत्रापि इको एनर्जि कार्यं करोति लिङ् लङ् षु अट् उदात्तः षु योगः आ इत्यस्य वकारादेशः भवति उ स्थाने व तदर्थं क्ष्वडुदात्तः इति अस्ति. दृश्यते वा? पाणिनिः तस्यैव इको एनर्जि इति सूत्रमेव अन्यत्र सूत्रेषु सर्वं सन्धिकार्यं करोति एव सः तत्र तस्य सूत्रे तस्य सूत्रेषु एव इको एनर्जि इति कार्यस्य उपयोगं करोति. आं भोः सन्धिः अथवा ज्ञानम् आवश्यकमेव. आमामां सत्यं परन्तु अभ्यासेन आगच्छति. अस्तु तर्हि अग्रे पठति वा नामकरणं महोदय? महोदय एकः संशयः अत्र उदात्तः इति अस्ति किल तस्य अर्थः किम् अत्र अत्र सूत्रे उदात्त अट् उदात्तः तत्र अट् इति अकारः एव सूचयति हलन्त्यम् इत्यनेन अन्ते सूचयति उदात्तः इति उदात्त अकारः सूचयति. वयं जानीमः अकारः इत्युक्ते ह्रस्वदीर्घस्वरि ह्रस्वदीर्घप्लुत उदात्त अनुदात्त उदात्त अनुदात्त स्वरित स्वरित इति अत्र अट् इति उदात्त उदात्त अकारः सूचयति इति अर्थः. उदात्त अकार एव सूचयति अत्र उदात्त अकारः एव आगमः इति. परन्तु इदानीम् अस्माकं संस्कृते इदानीं संस्कृतभाषायां स्वराः सर्वे गताः तदर्थम् अत्र उदात्त अट् वा अनुदात्त आकारः वा इति तस्य महत्त्वमेव नास्ति. तदेव सर्वदा उदात्त अनुदात्तस्वरित सर्वे वेदेष्वपि आगच्छति. इदानीं वेदेषु, पूर्वं वेदेषु अपि आगतमासीत्, इदानीं वेदेषु एव आगच्छति. अस्माकं लौकिकसंस्कृते स्वराः न सन्ति. अस्तु महोदय, अग्रे पठतु कृपया. नामकरणं सुप्तिगान्तं पदं सुबन्तञ्च तिङन्तञ्च पदसंज्ञकौ भवतः. इत्युक्ते सुबन्तानां तिङन्तानां च पदसंज्ञा भवति. सुप्तिगन्तं प्रथमान्तं, पदं प्रथमान्तं. यथा राम योग सु, रामः इति परिणामः. रामः इत्यस्य अन्ते सु इति सुप् प्रत्ययः अस्ति. सुप् अन्ते यस्य, सः सुबन्तं, सुबन्तम् अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति. वद् योगः अकारः योगः ति, वदति. वदति इत्यस्य अन्ते ति इति तिङ् प्रत्ययः अस्ति. तिङ् अन्ते यस्य सः, तिङ् अन्ते यस्य सः तिङन्तं, तिङन्तम् अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति. नामकरणं तृतीय तत्र सूत्रम् एकं सुप्तिगन्तं पदं सुबन्तञ्च तिङन्तञ्च पदसंज्ञकौ भवतः. पदं सुबन्तम् अस्ति अथवा तिङ्गं च सम्भवति इति उक्ते सुबन्तानां तिङन्ताञ्च तिङन्तानाञ्च पदसंज्ञा भवति. सुप्तिगन्तं प्रथमान्तं, पदं प्रथमान्तम्. एतत् किं भवान् सुप्तिगन्तं सूत्रे, सूत्रे पदद्वयमस्ति, पदद्वयमपि प्रथमाविभक्त्याम् अस्ति इति सूचना तत्र. सुप्तिगन्तं प्रथमान्तम् अपि च पदम् अपि प्रथमाविभक्त्याम् अस्ति इति. तत्र सूत्रे प्रथमाविभक्त्या विभक्तिः एव अस्ति खलु, नान्यविभक्तिः. तर्हि अत्र नामकरणं विषये एव वदति. सुप्तिङन्तम् इति प्रथमान्तं, पदम् इति प्रथमान्तं. तर्हि सुप्तिङन्तमेव पदम् इति सूत्रं. सूत्रं कथं प्रथमान्तं प्रथमान्तम् अस्ति, समाहारे समान अस्ति. तदर्थं सुप्तिङन्तं पदम् इति उच्यते इति ज्ञातव्यं. तत्र नूतनसंज्ञा नामकरणं भवति. पदम् इत्यस्य नामकरणं, पदम् इत्युक्ते किम् इति प्रश्ने सति सुप्तिङन्तं पदम् इति वदति. पदद्वयमपि प्रथमाविभक्त्यामस्ति. अवगतम्? सुबन्तं वा तिङन्तं वा, नो चेत् सुबन्तं तिङन्तं वाक्यम् एव भवितव्यं वा अत्र? न न, अत्र पाणिनेः पाणिनेः व्याकरणं तु पदस्य विषये एव वदति, न तु वाक्यस्य विषये. वाक्यनिर्माणस्य विषये पाणिनिः किमपि न वदति. पदस्य चकारस्य अर्थः कः अस्मिन् स्थाने? किं च इति अन्यं पदमस्ति अत्र. न न, सुप्तिङन्तं पदम् इति एव सूत्रं. सूत्रस्य अर्थः वदति सः, इत्युक्ते सुबन्तानां तिङन्तानां च, च इति अव्ययं, च इत्यस्य अर्थः जानन्ति खलु. तर्हि द्वौ द्वेपि भवितव्यं? द्वेपि नास्ति. अथवा सुबन्तः अस्ति चेत् सः पदं, तद् सुबन्तम् अस्ति चेत् तद् पदम् इति उच्यते, तिङन्तमस्ति चेत् तदपि पदम् इति उच्यते. इदानीं रामः करोति इत्यस्य रामः इति सुबन्तपदं, करोति इति तिङन्तपदं, पदद्वयमस्ति वाक्ये. अस्तु, तर्हि सुबन्तं वा तिङन्तं वा पदसंज्ञको कौ भवतः इति प्रायः सुबन्तमपि सुबन्तं पदसंज्ञकः भवति अपि च तिङन्तं पदसंज्ञकः भवति इति पठितव्यं तत्. अस्तु अस्तु, अत्र एकस्मिन् समये एव सुबन्तम् अपि च तिङन्तं न भवेत्. सुबन्तं भवेत् अथवा तिङन्तं भवेत्, तर्हि सुबन्तम् अपि सुबन्तम् अपि च तिङन्तं पदसंज्ञकौ भवति भवतः इति. स एव मम प्रश्नः आसीत्. हा, चिन्ता नास्ति, धन्यवादः महोदय. अन्यः प्रश्नः? न, अत्र न. महोदय, मम एक सन्देहः अस्ति. पूर्वे सूत्रेषु लुन् लन् लृन् क्ष्वर् डुदात्तः एतस्य सूत्रे लुन् लुन् लन् लृन् क्षु सप्तमी विभक्तिः. एतत् सूत्रे कार्यः पूर्वं नास्ति, परमेव अस्ति. अस्तु, पूर्वम् इत्युक्ते कस्य पूर्वम् इति प्रश्नः खलु. तत्र तकारः अस्ति खलु, तकारः अन्ते अपठत् इत्यस्मिन्, आम्, सः एव तस्य तत्र लुम् अथवा लङ् अथवा लृङ्, तस्य पूर्वमेव कार्यम् अभवत् खलु. अकारः कुत्र अस्ति? तकारस्य पूर्वम्. आम् आम्, अवगतम्, धन्यवादः. अस्तु अस्तु महोदय, समापयतु भवान्. राम राम योगः सु रामः, एतत् सुबन्तपद उदाहरणं दीयते तत्र. रामः योगः सु रामः, रामः इत्यस्य अन्ते सु इति सुप्रत्ययः अस्ति, रामसु इति रामः भवति. सुप् अन्ते यस्य सः सुबन्तं, यस्य सः सुबन्तं, सुबन्तम् इति किं नाम, सुप् अन्ते यस्य, सः पदं सुबन्तम् इति. अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति. संज्ञा इत्युक्ते नामकरणमेव, संज्ञा इत्युक्ते नाम नाम. वद योगः योगः ति, क्षम्यतां महोदय, अत्र प्रश्नः आसीत् कः? मम प्रश्नः आसीत् अस्ति, वयं सन्धिवर्गे पतितवन्तः, आदेशः अस्ति, आगमः अस्ति, लोपः प्रकृतिभावः, किन्तु तत्र आदेशः आगमः नामकरणं. सन्धिवर्गे सन्धिवर्गे एते आदेशः भवितुमर्हति, आगमः भवितुमर्हति, प्रकृतिभावः भवितुमर्हति. परन्तु अत्र कः इदानीं काण्टेक्स्ट् किं, काण्टेक्स्ट् किम् इत्युक्ते प्रथमाविभक्त्यां किं किं भवितुम् अर्हति इति. तत्र प्रथमाविभक्त्याम् आदेशः भवितुमर्हति, आगमः भवति, परन्तु नामकरणमपि भवितुमर्हति संज्ञा इति. परन्तु सन्धिवर्गे यत् सन्धि इत्युक्ते कः वर्णः आगच्छति, तस्य नाम किम् इति, के सन्धिविशेषस्य किमपि क्लासिफिकेशन् भवति तत्र. परन्तु अत्र प्रथमाविभक्त्यां के भवितुमर्हति इत्येव प्रश्नः. किम् इत्युक्ते अत्र नामकरणम् इत्युक्ते नेम् एव, नाम इत्येव अर्थः. आदेशः अवगच्छामि, कः वर्णः स्थाने परिवर्तयति, आगमः किञ्चित् अवगच्छामि, किं किम् केन करणेन उच्यते इदानीम् आगमः इत्युक्ते अन्य नूतनं वर्णम् नूतनः वर्णः आगच्छति परन्तु किमपि वर्णः वर्णं किमपि वर्णः न गच्छति एव कोऽपि वर्णः न गच्छति सर्वे वर्णाः अत्रैव तिष्ठति आदेशः चेत् एकः वर्णः गच्छति तस्मिन् स्थाने अन्यः वर्णः आगच्छति इदानीं वक्यमस्ति कोऽपि अक्षरं कोऽपि अक्षरं न गच्छति न परिवर्तयति न गच्छति यतोहि तत् सन्धिकार्यमेव नास्ति तद् केवलं नामकरणं डेफिनेशन् आफ् टेक्निकल् टर्म् इति अर्थः तत्र सन्धिकार्यमेव नास्ति अस्तु महोदय कृते पठतु क्षम्यताम् वद् योगः अकारः योगः ति वदति वदति इत्यस्य अन्ते ति इति अतः तिङ् प्रत्ययः अस्ति तिङ् अन्ते यस्य सः तिङ्गन्तम् इति वयं पश्यामः तत्र ति इति अन्तः अस्ति अतः एतत् तिङ्गन्तम् इति अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति सुप्तिगन्तं पदं वदति पदं दृष्ट्वा एतत् संज्ञा इति पदसंज्ञा इति वयं जानीमः अत्र पदद्वयमस्ति रामः अपि च वदति इति तौ द्वौ अपि पदम् एकवचनं किमपि एकवचनम् इति नास्ति पदमेव तस्य सर्वं पदमेव सुप्तिङ् सुबन्तः तु पदं तदनन्तरं किं पदम् इत्युक्ते प्रथम एकवचनपदं किमपि वक्तुं शक्नुमः परन्तु तस्य अत्र सन्दर्भः अस्ति पदम् इत्युक्ते किं रामः अपि च वदति इति एकः सुबन्तः एकः तिङन्तः तर्हि पदसंज्ञा तस्य अस्ति अस्तु धन्यवादः महोदय सङ्गीता भगिनी भवती पठति वा अग्रे सङ्गीता भगिनी अस्तु इदानीं अस्तु विजया भगिनी भवति भवान् शृणोति वा आं शृणोमि इदानीं महोदय शृणोति वा हा शृणोमि श्रोतुं शक्नोमि इदानीं पठामि अस्तु भवती सङ्गीतं श्रोतुं शक्नोमि भवती सङ्गीता वा अस्मि सङ्गीता अस्मि अस्तु अस्तु पठतु पठतु धन्यवादः सप्तमी विभक्तिः पूर्वकार्यं सूत्रे यस्य वर्णस्य सप्तमी विभक्तिः भवति सः निर्दिष्टात् कार्यात् परं स्थितः इत्यर्थः नामनिर्दिष्टं कार्यं तस्मात् पूर्वम् अस्ति उदाहरणार्थम् इको यणचि इकः स्थाने यण् आदेशः भवति अचि परे इकः षष्ट्यन्तं यण् प्रथमान्तम् अचि सप्तम्यन्तम् इकः यण् अचि संहितायाम् अत्र सप्तमी विभक्ति कथं कार्यं करोति इति वर्णयति पूर्वकार्यम् इति वदति सूत्रे यस्य वर्णस्य सप्तमी विभक्तिः भवति उदाहरणार्थम् इको यणचि अत्र सूत्रे अच् इति वर्णस्य सप्तमी विभक्ति अचि इति भवति किल सः निर्दिष्टात् कार्यात् परं स्थितः इत्यर्थः नामनिर्दिष्टं कार्यं तस्मात् पूर्वमस्ति अत्र अच् वर्णस्य पूर्वं प्रथमान्तं यण् भवति तत्तु इकः स्थाने भवति इकः स्थाने यण् भवति अचि परे अत्र अच् प्रत्याहारः पूर्वकार्यं करोति यण् इति प्रथमान्तवर्णः इकः स्थाने आदेशः भवति इकः यण् अचि संहितायां तत् अहं न जानामि. इकः यन् अचि संहितायाम् इत्युक्ते संहितायाम् इति इत्युक्ते निकटे इति सन्निकर्षे इति अर्थः तस्य साक्षात् अनन्तरम् इति अर्थः अनन्तरं वा पूर्वं वा अचि परे अचि अनन्तरं भवेत् अच् प्रत्याहारः अनन्तरं भवेत् चेत् इकः स्थाने यन् भवति इति अर्थः. तर्हि तत्र अचि इति सप्तम्यन्तमस्ति तदर्थं तत् तत्पूर्वमेव कार्यं भवति कार्यं तस्मात् पूर्वं भवति इति अर्थः. विद्याभगिनी भवती पठतु पठतु तर्हि भवती एव पठतु पञ्चमीविभक्ति पठामि वा? हा पठतु पठतु भगिनि. पञ्चमीविभक्तिः परकार्यं सूत्रे यस्य वर्णस्य पञ्चमीविभक्तिः भवति सः निर्दिष्टात् कार्यात् पूर्वं स्थितः इत्यर्थः. नामनिर्दिष्टं कार्यं तस्मात् परम् अस्ति. अन्यमेकं सूत्रमस्ति रषाभ्यां नो नः समानपदे रेपशकाराभ्याम् उत्तरस्य नकारस्य नकार आदेशः भवति समानपदस्थौ चेत् एव निमित्तनिमित्तिनौ भवतः. रषाभ्यां पञ्चम्यन्तं नः षष्ट्यन्तं नः प्रथमान्तं पञ्चमीविभक्ति कथं कार्यं करोति इति वर्णयति. अत्र पञ्चमी विभक्त्याः परकार्यं भवति सूत्रे यस्य वर्णस्य पञ्चमीविभक्तिः भवति सूत्रे कश्चित् वर्णः पञ्चमीविभक्त्यां भवति सः निर्दिष्टात् कार्यात् पूर्वं स्थितः इत्यर्थः. पञ्चमीविभक्ति परकार्यं करोति इति चेत् तत् वर्णः पूर्वं भवति. नामनिर्दिष्टं कार्यं तस्मात् परम् अस्ति. किं करणीयम् इति निर्दिष्टः परं भवति तत्कारणात् एव परकार्यम् इति वदति. पञ्चमीविभक्तेः कार्यं परकार्यं भवति इति. उदाहरणार्थं रषाभ्यां नो नः समानपदे अत्र सूत्रे रेपशकाराभ्याम् उत्तरस्य नकारस्य रेपः शकारः यत्र भवति तेषाम् उत्तरस्य यत् नकारः भवति तस्य नकार आदेशः भवति समानपदस्थौ एतत् किं समानपदस्थौ चेत् एव समानपदम् इति कश्चन नियमः अस्ति परन्तु समानपदे इत्युक्ते एकस्मिन् पदे इति स्थूलय इदानीं चिन्तयतु एकस्मिन् पदे एव इति एकस्मिन् पदे यदि रेपः शकारः आगच्छति चेत् तस्य उत्तरस्य यत् नकारः भवति तस्य नकारः आदेशः भवति इति सूत्रस्य अर्थः. अत्र रश द्वयोः वर्णः पञ्चम्यन्तं भवति नः षष्ट्यन्तं भवति नः प्रथमान्तं भवति. अत्र पञ्चम्यान्तं परे कार्यं भवति परकार्यम् अत्र भवति. यत्र नः षष्ट्यन्तं परे भवति प्रथमान्तं तस्य आदेशः आगच्छति न इति नकारस्य आदेशः न इति भवति. उदाहरणार्थं वर्ण पूर्ण रामेण पुष्पाणि एतत् सर्वं उदाहरणानि अस्ति. उत्तमं धन्यवादः भगिनि. अत्र प्रश्नाः सन्ति वा? अत्र पञ्चमी विभक्तिः इति इदानीं रषाभ्यां रषाभ्याम् इति रष एत द्वयोः रषाभ्याम् इति पञ्चमी अस्ति. रष इत्यस्य रषाभ्याम् इति पञ्चमी रूपं नो नो इति नः णः इति प्रथमान्तं नो णः समानपदे समानपदे इत्युक्ते एकस्मिन् पदे इति चिन्तयतु. इदानीं एतः एतत् सूत्रमस्ति रषाभ्याम् इति पञ्चमी कार्यं पञ्चमी इत्युक्ते रेफशकार अनन्तरं किमपि नकारः अस्ति चेत् तस्य णकारादेशः भवति इति अर्थः. शुद्धं अवगच्छामि किञ्चित्. अस्तु, अत्र रसाभ्याम् इति अस्ति. रसाभ्याम् इति पञ्चमी द्विवचनमस्ति, भवती जानाति खलु. र इति वर्णः अपि च श इति वर्णः अस्ति चेत् एतत्तु पञ्चमी अस्ति. तदर्थं तस्य परकार्यं भवति, इत्युक्ते तस्य कार्यं कम्स् आफ्टर्वर्ड्स्, आफ्टर् दिस् लेटर्स् इति अर्थः. इत्युक्ते र श इति वर्णः इति अस्ति, वर्णः अत्र व रेपः अस्ति, व र रकारः रेपः. तदनन्तरं नकारः इति चिन्तयतु, तस्य णकारादेशः भवति णः इति. यदि रेपस्य अनन्तरं किमपि नकारः अस्ति, तस्य नकारस्य णकारादेशः भवति. वर्णपूर्णा ओके रामेण अहं न न पश्यामि. षकारः नास्ति, परन्तु रामेण तत्र तत्र णकारस्य पूर्वं रेपः रा इति अस्ति खलु, रा आ म ए तदनन्तरं न इति अस्ति, तस्य णकारस्य णकारः भवति. अत्र संहितायाम् इति नास्ति खलु, रसाभ्यां नूनसमानपदे इत्येव अस्ति. संहितायाम् इति पदमेव नास्ति तत्र. Okay. अवगच्छति. अस्तु, उत्तमं. विजया भगिनी, भवती तृतीया विभक्तिः पठति वा? तृतीया विभक्तिः संयोजनं. सूत्रे यस्य वर्णस्य तृतीया विभक्तिः भवति सः निर्देशेन वर्णेन सह संयुक्तः इति अर्थः. तत्र निर्दिष्टं कार्यम् अस्मात् पूर्वमपि परमपि अर्हति, परन्तु अयं तृतीयविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्. सूत्रे यस्य वर्णस्य तृतीयविभक्तिः अस्ति तत्र तोः चुना चुः एतत् मध्ये चुना एव तृतीयान्तं तत्र आगच्छति. सः निर्दिष्टेन वर्णेन सः संयुक्तः इति अर्थः. सूत्रेण एतत् त्रयं मध्ये संयुक्तः तत्र अस्ति. तत्र निर्दिष्टं कार्यं तस्मात् पूर्वमेव परमपि द्वयोः तत्र कार्यं तत्र भवति, पूर्वमपि परमपि अर्हति तत्र. परन्तु अयं तृतीयविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः तत्र. सूत्र द्वि वा त्रय वा तत्र योजनं कृत्वा तत्र कार्यम् अस्ति. अनुवृत्तिः तत्र अस्ति. तत्र चुना इति तृतीयान्तं कार्यं करोति. एतत् प्रत्येकेस्मिन् सूत्रे तत्र अवगन्तुं शक्नुमः. एतत् किम् अस्ति तत्र जि सकारस्य स्थाने तकार सावर्गः एतत् सर्वं वक्तुं वा? एतत् स्थित्वसन्धिः इति सन्धि विषये पठित प्रायः पठितः अस्ति. सुच्चसन्धिः इति किम् इदानीं पठामि वा? पठतु किं पठति वा इति सकारस्य स्थाने सवर्गस्य स्थाने षकारस्य च वर्गस्य च आदेशः भवति तत्र सकारस्य स्थाने षकारः आगच्छति सकारस्य स्थाने च वर्गः सवर्गस्य स्थाने च वर्गः आदेशः भवति षकारस्य च वर्गस्य च योजनेन सोः षष्ट्यन्तं च्युना तृतीयान्तं च्युः प्रथमान्तम् इति तत्र स्तोः चुनाश्चुः एतत् तत्र पार्श्वे अस्ति. एतत् सर्वं बहु सुलभेन शीघ्रमेव कर्तुं शक्नुमः एतत् सूत्रेण पार्श्वे अस्ति खलु अतः एव. अन्यत् योजनं च अन्यच्च तत्र सावर्गस्य स्थाने च वर्गः आगच्छति अतः अन्यत् योगः च अन्यच्च इति तत्र आगच्छन्ति. उत्तमं, धन्यवादः भगिनि. तत्र तृतीयाविभक्तिः विषये उक्तम् इत्युक्ते तृतीया पञ्चम्यन्तं परकार्यं सूचयति, सत्यं सप्तम्यन्तं पूर्वकार्यं सूचयति. इदं तृतीया अस्ति चेत् सर्वदा संहितायां पूर्वं वा परं वा भवतु, परन्तु संहितायां भवति इति अर्थः. अत्र स्थोः श्चुनाश्चुः, श्चुना इति तृतीयान्तम् अस्ति. तत्र शवर्ग श अथवा च वर्ग इति स्चुः इति निर्दिश्यते. अनन्तरं पठामः, परन्तु जष्ट्वसन्धिः अस्ति, क्षमतां स्तुत्वसन्धिः अस्ति. स्तुत्वं तत्र स्तुत्वं कथम् आदेशं कथं विधीयते इत्युक्ते एवं सकारस्य त वर्गस्य च स्थाने सकारस्य च वर्गस्य च आदेशः भवति इति. इत्युक्ते श च वर्गः स अथवा त वर्गस्य निकटे अस्ति चेत् किमपि भवतु, पूर्वं वा परं वा, तदा स्चुत्वं भवति इति अर्थः. तत्र चुना इत्येव अस्माकम् अवधानं भवतु इत्यस्मिन्. चुना इत्युक्ते तृतीयान्तं, तृतीयान्तम् इत्युक्ते पूर्वं वा परं वा संहितायां भवतु इति अर्थः योजनेन इति. अवगतं वा? प्रश्नमस्ति. ओके, स्तः श्चुना, ओके श्चुः प्रथमविभक्ति किम् इत्युक्ते अत्र श्चुः प्रथमविभक्ति अस्ति. तदेव आदेशः, षकारः वा च वर्गः एव आदेशः भवति प्रथमान्तम्. आदेशः स इदानीं तत्र अन्यच्च इति पश्यतु, तत्र तकारस्थाने चकारः आगच्छति, तद् आदेशः. तदेव स्चुः इति आदेशः, तत्र स्चुना इति अस्ति. चकार स्तोः, स्तोः इति त सकारः अथवा तवर्गः, च वर्गस्य निकटे भवति चेत् संहितायां भवति चेत्. ओके ओके अस्तु. अन्यः प्रश्नः? एकः प्रश्नः अस्ति, अत्र तु सप्तमी अपि भवितुम् अर्हति खलु? सप्तमी अपि भवितुम् अर्हति, पञ्चमी अपि भवितुम् अर्हति, तदर्थं सः तृतीयाम् उपयोगं करोति. पञ्चमी अपि भवितुम् अर्हति, यतोहि तकार चकारः ददाति वा? पञ्चमी उदाहरणं ददाति खलु. उदाहरणम् इत्युक्ते तकार चकारयोः पञ्चमी इति वा प्रश्नम्? अत्र तु पूर्वकारम् अस्ति अस्ति. कस्य पूर्वकार्यम्? अत्र पूर्वकार्यमेव न उद्दिष्टः खलु, सप्तमी एव नास्ति. तदर्थम् अत्र किञ्चित् चुना इत्युक्ते तकारचकारयोः संहिता भवति इत्येव. तत्र क्रमः क्रमस्य महत्त्वं नास्ति. कः कः वर्णः प्रथमम् आगच्छति, कः वर्णः अनन्तरम् आगच्छति इत्यस्य महत्त्वमेव नास्ति. चकारतकारयोः कथञ्चित् वा भवतु, प्रथमं तक्तवर्णः अथवा चवर्णः अथवा प्रथमं चवर्णः तदनन्तरं तवर्णः इति भवतु, सर्वदा स्थित्वं भवति इति अर्थः. अवगतं किम्? अत्र तु तकारस्य चकार भवति खलु? आं सर्वदा. श्चुना पूर्वमेव कार्यं भवति. पूर्वम् इत्युक्ते किम्? अत्र अस्ति च वर्णस्य पूर्वं कार्यं भवति. तकारस्य चकार आदेशः तथा एव वदति. स्तोः कः षष्टिविभक्त्यां कः अस्ति, कः वर्णः अस्ति? तकारः अस्ति. स्तोः स्तोः इत्यस्य षष्टिविभक्ति, तस्य अत्रैव कार्यं भवति. तत्र पूर्वम् इत्युक्ते किं? कस्य पूर्वं? कस्यापि पूर्वं नकारस्य पूर्वं न, परन्तु चकारस्य पूर्वं तदेव चकारस्य पूर्वम् आम् अत्र चकारस्य पूर्वमस्ति सत्यम्. उदाहरणं ददाति किं चकारस्य अनन्तरं किमपि भवति तस्य तत्र कार्यं भवति? अस्तु, यज्ञः इति शब्दः एकः अस्ति, यज्ञः. तत्र यज् योगः नः इति भवति, यज् नः इति भवति, तस्य यज्ञः इति भवति. इदानीं गृहपाठरूपेण तद् भवती चिन्तयतु तत्. अस्तु, अहम् उदाहरणं दत्तवान्, तत्रैव परकार्यमस्ति. अस्तु अस्तु, अत्र वयं स्थगयामः, समयः अभावः समस्याः. सर्वम् एकवारं चिन्तयतु किम् इति, अनन्तरम् एकवारं पठतु. अग्रिमे सप्ताहे मेलिष्यामः. धन्यवादाः सर्वेषां. धन्यवादः.